सर्वेषां नमस्कारः. गतवर्गे वयं किं कृतवन्तः इत्युक्ते, वयं कदा इति प्रयोगस्य अभ्यासं कृतवन्तः. तत्रापि सप्तमी विभक्ति प्रयोगः एव भवति इति अपि दृष्टवन्तः. अद्य अपि तत्र समयस्य यः विषयः प्रवर्तमानम् अस्ति सः विषयः अस्ति सप्तमी विभक्ति अपि समयः इति, तस्मिन् तदेव अस्ति अस्माकं, सः एव अस्ति अस्माकं विषयः. अस्तु, तत्र सप्तमी विभक्तिरूपं कीदृशं भवति इति गृहपाठरूपेण यत् आसीत् तत् कृत्वा अग्रे गच्छामः. अस्तु, तत्र गृहपाठः, तस्य करपत्रम् अभ्यास गृहपाठस्य करपत्रम् एकं मया प्रेषितम् आसीत्, सर्वे दृष्टवन्तः वा? अस्तु, हा अस्तु, तत्र पुटद्वयमस्ति. तत् अस्ति निपुणकुशलादीनां प्रयोगे सप्तमी इति. एतत् वयं गतवर्गे कृतवन्तः, तदेव पुनः अभ्यासं भवतु इति मया प्रेषितमस्ति. अस्तु, तत्र एकमेकं कुर्मः. अस्तु, प्रथमतया रघुपतिमहोदय, भवान् तत्र प्रथमपुटे उदाहरणमस्ति, तत् एकवारं पठित्वा अग्रे प्रायशः त्रयम् अथवा चत्वारः करोति वा? आम् आम् महोदय. उदाहरणानुगुणं कोष्ठगतशब्दानां सप्तम्यन्तरूपैः रिक्तस्थानानि पूरयन्तु. यथा एषा कुशला नृत्यमस्ति, एषा नृत्ये कुशला. द्वितीयमस्ति सा निपुणा, कस्मिन् निपुणा, कार्ये निपुणा. सा कार्ये निपुणा, समीचीनं. सः कुशलः विज्ञाने विज्ञाने कुशलः. सः विज्ञाने कुशलः, समीचीनं महोदय. पुनः अग्रिमं करोतु महोदय. भवान् कुशलः कस्मिन्? व्यवहारे कुशलः. भवान् व्यवहारे कुशलः. अस्तु, समीचीनं महोदय. तत्र नृत्यम् इति, नृत्ये इति एकवचने अस्ति, द्विवचने अपि बहुवचने किमस्ति महोदय? ओके, अकार नृत्यम् अकार अस्ति. ओके, एषा नृत्ये, तदनन्तरं द्विवचने नित्ये कुशले, नित्यकुशले. न, पूर्णवाक्यं मास्तु महोदय. केवलं नृत्यम् इति पदस्य सप्तविभक्तिरूपं. हा, नृत्योः, सारि, नृत्ये नृत्योः नृत्योः नृत्योः बहुवचने बहुवचने नृत्यं, सारि, नृत्यं नृत्यं देवे देवयोः देवेषु नृत्येषु नृत्येषु. तत्र नृत्योः वा अथवा नृत्ययोः वा? रामयोः, रामयोः. ओके, नृत्ययोः इति. नृत्ययोः नृत्ययोः रामयोः नृत्ययोः अपि बहुवचने नृत्येषु नृत्येषु, समीचीनं महोदय. इदानीं कार्यं, कार्यं कार्यं कार्ये कार्ययोः कार्येषु, विज्ञानं विज्ञाने विज्ञानयोः विज्ञानेषु, व्यवहारः व्यवहारः व्यवहारपि व्यवहारे व्यवहारयोः व्यवहारेषु. व्यवहारेषु, समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे बालचैतन्य महोदय पठति वा? आम् महोदय. पञ्चम भवति इति अस्ति. भवति भवति पाककार्यायां समर्था. पाककार्यायाम् इति रूपं कीदृशमस्ति महोदय? पाककार्यम् इति पदस्य लिङ्गं किम्? महोदय, सा स्त्रीलिङ्गं भवति, स्त्रीलिङ्गम् इति भवति इति, हा भवति इति स्त्रीलिङ्गे अस्ति सत्यं, हा किन्तु पाककार्यं तु नपुंसकलिङ्गमेव। हा समीचीनं महोदय, भवती पाककार्ये समर्था, भवती पाककार्ययोः समर्था, भवती पाककार्येषु समर्था। हा समीचीनं महोदय, अस्तु अग्रिमम्। जगन्नाथः अध्यापने कुशलः, जगन्नाथः अध्यापनयोः कुशलः, जगन्नाथः अध्यापेषु अध्यापनेषु कुशलः। हा समीचीनं महोदय, हा अग्रिमम्। बालकः निपुणः, बालकः चित्राङ्कने निपुणः, बालकः चित्राङ्कनयोः निपुणः, बालकः चित्राङ्कनेषु निपुणः। हा चित्राङ्कनेषु निपुणः, समीचीनं महोदय, अग्रे। पेन्सिल् ड्रायिङ्ग्, पेन्सिल् ड्रायिङ्ग् महोदय, हा सत्यं इति मन्ये महोदय, सत्यं, हा अङ्कन्य चित्रणस्य आं महोदय, हा एषः समर्थः, एषः लोकोच्चारणे समर्थः, एषः लोकोच्चारणयोः समर्थः, एषः लोकोच्चारणेषु समर्थः। समीचीनं महोदय, हा अग्रिममपि करोतु महोदय। महोदय सरला अपि अस्ति। सरला भगिनी नमस्कारः। नमस्कारः। भवती निपुणा, भवती गृहकार्ये निपुणा, भवती गृहकार्ययोः निपुणा, भवती गृहकार्येषु निपुणा। हा समीचीनं महोदय, धन्यवादः। अस्तु गीताञ्जलि भगिनी अग्रे पठति वा? अस्तु महोदय, अहं कुशलः, अहं गाने कुशलः, अहं गानयोः कुशलः, अहं गानेषु कुशलः। हा इदानीं स्त्रीलिङ्गे किं भवति भगिनी जानाति वा? कुशलः इति स्थाने कुशलः इति पुल्लिङ्गे अस्ति, कुशला, कुशली, कुशला इति वा? अस्तु अहं चिन्तयामि कुशला एव, प्रायशः कुशला एव समीचीनम् इति मन्ये भगिनि, हा किन्तु तद् कुशलः इति पुल्लिङ्गे अस्ति, हा अस्तु। भानु भगिनी नमस्कारः, पुटसङ्ख्या भगिनी एतत् करपत्र अभ्यासार्थम् एकं करपत्रम् अहं प्रेषितवान्, अभ्यासद्वयं पुटद्वयम् अस्ति, अस्ति वा करपत्रम्? आम् महोदय, करपत्रम् अस्ति। हा हा तत्र प्रथमपुटे दशम अभ्यासं कुर्मः, प्रथमपुटे अस्ति वा? हा सप्तमी भक्तिप्रयोगः, हा सरलभगिनी वदतु। अहं व्यवहारे श्रुतवती अस्मि, भवती कथम् अस्ति, अहं कुशलिनी अस्मि, एतत् वाक्यं। हा किन्तु तत् कुशली तत्र अहं तत्र तु भगिनी कुशली, अहं कुशली अस्मि इति पुल्लिङ्गे पुल्लिङ्गरूपम् अस्ति कुशली इति, हा अतः मम मनसि किञ्चित् क्लेशः अस्ति यत् कुशली इति पुल्लिङ्गे अस्ति, कुशलिनी इति स्त्रीलिङ्गे, तत्तु सत्यं, किन्तु एतद् रूपं किञ्चित् भिन्नम् अस्ति कुशलः इति, अतः अहं चिन्तितवान् प्रायशः कुशला, प्रायशः हा तत् कुशली कुशलिनी तद् अहं सम्यक् अस्मि, अहं स्वास्थ्यं मम स्वास्थ्य हा हा तादृशप्रयोगः अस्ति, अत्र निपुणता इति अर्थः अस्ति इति, हा सम्यक्तया न जानामि भगिनी, अतः किञ्चित् द्रष्टव्यम् अस्ति तत्र. अस्तु भगिनि, गीताञ्जलि भगिनी अग्रे वदतु. अग्रे एव दत्तमस्ति भगिनि, द्वादश अभ्यासे दत्तमस्ति कुशला इति. कुशला, अस्तु सः गणिते चतुरः, सः गणितयोः चतुरः, सः गणितेषु चतुरः, सा चित्रकलायां कुशला. हा, इदानीं कुशला सा चित्रकलायाम्. अत्र चित्रकला पदस्य लिङ्गं किम्? चित्रकला स्त्रीलिङ्गं पदं. तत्र चित्रकला अपि स्त्रीलिङ्गे अस्ति. इदानीं वाक्ये सा चित्रकला कुशला सर्वे स्त्रीलिङ्गपदानि सन्ति. चित्रकलयोः कुशला, सा चित्रकलासु. हा, भाषासु कलासु. समीचीनं भगिनि, कुशला. समीचीनं भगिनि, अग्रिममपि करोतु. सः जीवने सरलः, सः जीवनौ सरलः. जीवनयोः. किन्तु महोदय, सः जीवनयोः सरलः इत्युक्ते किम्? हा, किं तत्र किमपि अर्थः नास्ति भगिनि. केवलं जीवनं अहं पूर्वं किं पृष्टवान् इत्युक्ते, वाक्यं करोतु तदनन्तरं विभक्तिरूपं वदतु इति. वाक्ये स्थापयतु इति किमपि आवश्यकता नास्ति. जीवनयोः न भगिनि, सः जीवने सरलः, तदनन्तरं जीवने जीवनयोः जीवनेषु, तावत् पर्याप्तमस्ति भगिनि. अग्रिममपि करोतु, तदनन्तरं भानुभगिनी अथवा सरला भगिनी वदति. सरिता भाषाणे चतुरा. भाषणे सरिता भाषणे चतुरा. इदानीं भाषणे, तदनन्तरं भाषणयोः चतुरा. न चतुर इति त्यजामः. भाषणे भाषणयोः भाषणेषु इति अस्ति. समीचीनम्, अस्तु. इदानीं सरला भगिनी अग्रे. बालः भोजने मन्दः, भोजने भोजनयोः भोजनेषु. कुमारः कार्ये अलसः, कार्ये कार्ययोः कार्येषु. एषः मृदङ्गवादने प्रवीणः, मृदङ्गवादने मृदङ्गवादनयोः मृदङ्गवादनेषु. अग्रे. एषः सर्वविषये पण्डितः, सर्वविषये विषययोः सर्वविषयेषु. हा, समीचीनं भगिनि, अस्तु. इदानीं भानु भगिनी अग्रे पठति वा? आं महोदय. वीरः रणं शूरः, रणे रणयोः रणेषु. हा, इदानीं वाक्यं किम् अस्ति? वीरः रणे शूरः. हा, समीचीनम्. इदानीम् अग्रिमं भगिनि. बालिका अग्रेसरा, क्रीडा अग्रेसरा. क्रीडा इत्युक्ते क्रीडा रमा. हा, सत्यं सत्यं. क्रीडायां बालिका, क्रीडायां अग्रेसरा. हा, इदानीं क्रीडायाम् एकवचने, द्विवचने क्रीडयोः, बहुवचने क्रीडासु. हा समीचीनम् अस्ति भगिनि. अस्तु अग्रिमपुटे यदस्ति तद् पठित्वा तत्रापि उदाहरणम् अपि पठित्वा तत्रापि द्वयम् अथवा त्रयं करोतु भगिनि. महोदय अग्रे प्रथम सर्वासु प्रथम अग्रे अग्रे अपि सर्वेषां प्रति अपेक्षा किं भगिनि मया भवत्याः प्रश्नः अग्रेसरा तस्य अर्थ पदस्य अर्थ बालिका अग्रेसरा अग्रेसरा इत्युक्ते हा अहं चिन्तयामि हा प्रथमा अथवा सा अड्वान्स्ड् इति हा इति चिन्तयामि भगिनि. हा अग्रे गच्छति अड्वान्स्ड् अस्ति इति अर्थः इति मन्ये. अग्रेसरः अस्तु अग्रेसरः इति टाप् अस्ति. अस्तु हा अस्तु धन्यवादः महोदय. अस्तु भानु भगिनि कोष्टक में दिए गए शब्दों के भगिनि तस्य उपरि संस्कृते अस्ति भगिनि. आम् आं महोदय उदाहरणानुगुणं कोष्टगतशब्दानां रिक्तस्थानानि पूरयन्तु. नरेशः सः प्रीतिं दर्शयति. नरेशः तस्मिन् प्रीतिं दर्शयति. इदानीं तस्मिन् इति पदस्य विभक्तिरूपं किं किम् अस्ति सप्तविभक्तिरूपम् तस्मिन् तयोः तयासु तेषु तेषु इति पुल्लिङ्गे तासु इति स्त्रीलिङ्गे अस्ति. सः अत्र सः इति अस्ति. तत्र पुटसङ्ख्या 69 पश्यतु भगिनि गीतासोपाने गतवर्गे वयम् एतत् कृतवन्तः खलु सर्वनाम तस्मिन् तयोः तेषु इदानीम् अग्रिमं नरेशः एषा विनयं आसक्तः अस्ति एषा सप्तमे विभक्ति एषा इति पदम् अस्ति भगिनि एतस्यां समीचीनं एतयोः एतासु एतस्यां एकवचनम् एतयोः द्विवचनम् एतासु बहुवचनं समीचीनं भगिनि. एतस्याम् आसक्तः अस्ति. समीचीनम्. इदानीम् अग्रिमं नरेशः भवान् विनयं प्रदर्शयति. भवान् इत्युक्ते भवती भवतोः भवत्सु नरेशः भवती विनयं प्रदर्शयति. समीचीनं भगिनि. अद्य नरेश महोदय न आगतवान्. सर्वदा नरेश महोदय अस्ति वर्गे किन्तु अद्य सः न आगतवान्. अत्र अभ्यासे नरेश महोदय इति एव अस्ति. नरेश महोदयस्य गुणगानमपि अस्ति. सत्यम्. अतः एव सः न आगतवान् अद्य इति मन्ये. अस्तु अस्तु अग्रे हरि महोदय करोति वा अग्रे. आम् महोदय. नरेशः त्वं वात्सल्यं करोति. त्वं सप्तमी विभक्ति पेज् 69 मध्ये अस्ति महोदय एतत् सर्वं मयि त्वयि युवयोः युष्मासु इदानीं वाक्यं नरेशः त्वयि वात्सल्यं करोति. समीचीनं महोदय. अग्रे नरेशः मित्रे विश्वासं करोति. मित्रेषु. समीचीनं महोदय. अग्रे नरेशः अहं श्रद्धां प्रदर्शयति. नरेशः मयि अस्मात् नरेशः मयि श्रद्धां प्रदर्शयति. समीचीनं महोदय. अग्रे नरेशः भवती स्नेहं प्रदर्शयति. भवती एव वा महोदय? नरेशः भवती न अत्र भवती इति यत् भवान् उक्तवान् तत्र भवान् पदस्य स्त्रीलिङ्गम् इति सूचितवान्. किन्तु भवान् इति पदस्य सप्तमी एकवचनरूपम् अस्ति भवति खलु? तदेव भवान् उक्तवान् तत्र पुटसङ्ख्या 69 मध्ये अपि दत्तमस्ति खलु भवती इति. किन्तु यत् तत् पदं भवति इति यत् सप्तमीविभक्तिरूपस्य तत्र तत् पदं भवति अपि भवति इति भगिनी भवति किं करोति इति तत्र तत् भवति तयोः मध्ये भेदः अस्ति वा? आम् आम् आम् महोदय. किम् अस्ति कः भेदः? भवान् पुल्लिङ्गे भवति स्त्रीलिङ्गे. हा सत्यं. किन्तु भवान् शब्दस्य सप्तमीविभक्ति एकवचनरूपं किम् अस्ति? भवति. हा किन्तु तत् पदम् अपि भवती पदं समानं वा? भवती भवती ईकारान्त दीर्घं भवति ह्रस्वैकारः ह्रस्वैकारः. समीचीनं महोदय. अतः तत् पुल्लिङ्गपदम् अस्ति एतत् स्त्रीलिङ्गपदं नदी शब्दवत् अस्ति एतत् पदं भवति नदी अस्ति चेत् किं भवति नदी सप्तमीविभक्ति पदस्य सप्तमीविभक्तिरूपं किम् अस्ति एकवचने? नद्यां. हा इदानीं किं भवति भवति भवत्यां. हा समीचीनं महोदय. भवत्यां स्नेहं प्रदर्शयति. हा समीचीनं महोदय. हा इदानीं भवत्यां तदनन्तरं किं भवति सप्तमीविभक्तिरूपं भवत्यां? द्विवचने भवत्यां भवत्योः भवतीषु. हा तत्र कूप्याम् इति अस्ति तदेव वयं दृष्टवन्तः. तत्र किम् अस्ति नद्योः द्रोण्योः द्रोणी द्रोण्योः अपि बहुवचने. हा समीचीनं महोदय. अस्तु अस्तु महोदय. अस्तु धन्यवादः. अग्रे भवती अग्रे कः करोति? अस्तु रघुपति महोदय पुनः. आम् महोदय. एकनिमिषम् एकनिमेशः नम्रता. ओके नरेशः नम्रतां प्रदर्शयति. ते स्त्रीलिङ्ग अस्ति अतः सा ते ताः. ओके नरेशः तयोः तस्यां तयोः तासु अस्ति. नरेशः तयोः नम्रतां प्रदर्शयति. तयोः किमर्थं ते इति समीचीनं महोदय. अग्रे नरेशः, नरेशः प्रेमं प्रेमं प्रदर्शयति एताः एताः इति एताः एताः बहुवचनमस्ति. एतस्याम् एतयोः एतासु अस्ति, अतः नरेशः एतयोः प्रेमं प्रदर्शयति. एतयोः किमर्थं महोदय? सारि सारि, एतासु प्रेमं प्रदर्शयति. समीचीनम् अस्तु. अग्रे नरेश, अग्रे नरेशः भक्तिं प्रदर्शयति. अत्रापि ताः स्त्रीलिङ्ग अस्ति, बहुवचन अस्ति. तस्यां तयोः तासु नरेशः तासु भक्तिं प्रदर्शयति. समीचीनं महोदय. नरेशः आदरं प्रदर्शयति भवन्तः, बहुवचनस्य पुल्लिङ्ग अस्ति भवान्, अतः भवती भवत्योः भवती भवतोः भवत्सु अस्ति. रमेशः भवत्सु आदरं प्रदर्शयति. समीचीनं महोदय, समीचीनं महोदय. अस्तु, भानुचेतनि महोदय अग्रे. भानुचेतनि महोदय अस्ति वा? अस्तु महोदय. अस्तु वयं आदरं प्रदर्शयति द्वादश द्वितीयपुटे एकादश एकादश एकादश नरेशः विशेष आदरं प्रदर्शयति महोदय. हा सत्यं सत्यं. अस्मासु महोदय. समीचीनं महोदय. अस्तु, हा तत्र रूपं किं किम् अस्ति एकवचने? नरेशः अस्मासु विशेष आदरं प्रदर्शयति. हा वाक्यं समीचीनम् अस्ति. इदानीं वयम् इति अस्ति अहं शब्दस्य बहुवचनरूपं प्रथमविभक्ति, किन्तु अहम् इति तत्र सप्तमीविभक्तिरूपाणि कानि? तत्र अस्मासु इति बहुवचनं समीचीनम्, एकवचने द्विवचने? पश्यतु महोदय. नो चेत् अधो भागे अस्ति. मयि मयि मयि मयि आवयोः अस्मासु हा इति अस्ति. समीचीनं महोदय. अस्तु अग्रे. नरेशः भवत्याः बहुवचनं अस्मासु नरेशः अस्मासु विनयं प्रदर्शयति. तत्र भवत्यः इति अस्ति महोदय. भवती भवत्यौ भवत्यः तत् बहुवचनम् अस्ति. समीचीनं. स्त्रीलिङ्गं बहुवचनम्. अस्मत् अस्मत् तु त्रिषु लिङ्गेषु एकमेव. एतत् अस्मत् नास्ति, अतः तत् भवती शब्दः अस्ति. भवती दीर्घ इकार महोदय, नदी शब्दवत् अस्ति महोदय. आं महोदय. नरेशः भवतीषु विनयं प्रदर्शयति. हा समीचीनं. रूपं किम् अस्ति? भवतीषु भवत्यां भवत्यां भवत्योः भवतीषु. हा समीचीनं महोदय. अस्तु अग्रे. नरेशः प्रीतिं प्रदर्शयति यूयं. महेश नरेशः युष्मासु प्रीतिं प्रदर्शयति. हा समीचीनं. रूपम् एकवचने द्विवचने? त्वयि युवयोः युष्मासु. हा युष्मासु. हा युष्मासु. हा समीचीनं महोदय. अस्तु युष्मासु. धन्यवादः महोदय. गीताञ्जलि भगिनी अग्रे त्रयमस्ति, तत् करोतु. नरेश न न चतुर्दश युवयोः एतासु नरेशः एतासु एकवचन एषा नरेशः एकस्यां स्नेहं प्रदर्शयति. समीचीनं. नरेशः शङ्का करोति. नरेशः कस्मिन् तयोः केषु. हा समीचीनं भगिनि, समीचीनं. हा नरेशः केषु शङ्का करोति. शङ्कां. हा शङ्कां करोति. हा शङ्काम् इति कर्मपदम् अस्ति. हा शङ्कां करोति. नरेशः काः कासि काः कस्यां तयोः कासि. नरेशः नरेशः कासु नम्रतां प्रकटयति. हा इति अस्ति. समीचीनं समीचीनं भगिनि, समीचीनं. धन्यवादः. अस्तु अहं चिन्तयामि बहु वाक्यानि प्रीति वात्सल्यं स्नेह प्रेम इत्यादि पदानि उपयुज्यन्ति. एष भाव सप्तमी प्रयोगे प्राय संस्कृतभाषा. हा हा हा सत्यं भगिनि, अतः एव एतादृशानि वाक्यानि भवन्ति इति. तदेव अभ्यासः अस्ति, सः एव अभ्यासः. यदि एतादृशः भावः तस्य व्यक्तीकरणार्थं सप्तमी विभक्ति. हा मित्रः अस्ति अथवा सखी अस्ति, तस्मिन् वात्सल्यम् अस्ति अथवा तस्यां वात्सल्यं करोति एतादृशम् अथवा प्रदर्शयति इति वयं वक्तुं शक्नुमः. अहं चिन्तयामि हिन्दीभाषा द्वितीयविभक्ति अत्रापि द्वितीयविभक्ति एव अस्ति. किन्तु तत्र प्रीतिम् आसक्तः विनयं वात्सल्यं विश्वासम् एतत् सर्वं तत्र तु कर्मपदम् एव अस्ति. हा प्रदर्शयति करोति इति, अतः तत्र कर्मपदमस्ति द्वितीयविभक्तिरूपम् अस्ति. किन्तु यस्मिन् एतद् अस्ति इति अथवा यस्मिन् एतत् करोति इति तत्र तु सर्वासु भाषासु सा एतद् रूप एव सप्तमी विभक्ति एव सप्तमी च द्वितीयविभक्ति द्वे विभक्ति द्वे विभक्तौ सत्यं भगिनि. अस्तु अस्तु इदानीम् अस्तु अग्रे गच्छामः. गतवर्गे वयं किं कृतवन्तः इत्युक्ते वयं कदा इति तत्र कृष्ण अपि तस्य बालः अपि तस्य माता तयोः मध्ये सम्भाषणं पठितवन्तः. इदानीम् अग्रे अपि किञ्चित् एव कृतवन्तः. तत्र एकविंशति अध्यायः यदस्ति पुटसङ्ख्या अस्ति 74 तत्र किञ्चितेव पठित किञ्चितेव तत्र पठितवन्तः वयम्. अस्तु तत्र सरला भगिनी भवती तत्र पठति वा अध्यायः श्वः कस्य जयः इति. आरम्भतः भगिनि. श्वः कस्य जयः. तत्र एतत् अद्य सोमवासरे त्यजतु भगिनी, केवलम् एतत् प्रसङ्गम् एकं प्रसङ्गम् उच्चैः पठत। कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति। कौरवाणां पाण्डवानां च पक्षे महारथाः, रथिकाः, योधाः अनेके मृताः, सहस्रशः सैनिकाः भग्नावयवाः जाताः, कर्णः अपि हतः। युद्धस्य षोडशः दिवसः चिन्ताकुलः युधिष्ठर एवं विषीदति। कुरुक्षेत्रे इति स्थाने महाभारतयुद्धः प्रवर्तमानम् अस्ति। तत्र कौरवः पाण्डवः द्वौ पक्षौ अस्ति। तत्र द्वे पक्षयोः महारथाः, रथिकाः, योधाः सन्ति। अनेके द्वे पक्षयोः अनेका मृता अपि अनेका मृत्यु अभवन्। सहस्रशः सैनिकाः भग्नावयवः जाताः। बहवः सैनिकाः एकसहस्र तेषाम् अवयवः इति इत्युक्ते पादं वा हस्तं वा भग्नं जातः तेषां भग्नं जातः। अहं इति चिन्तयामि अवयवः इति अवयवः कर्ण अपि तेषां कर्ण कौरवाण प्रमुख योधा कर्ण अपि तस्य अपि मरणम् अभवत्। मरणम् अभवत् युद्धस्य षोडशदिवसः आगतः अस्ति। इदानीं द्वे जने अविष्टः द्वे दिने अविष्टे इदानीं युधिष्ठिरः बहु चिन्तायाम् आगतः एवं विषिदति। सः अति खेदं मनसि तस्य मनसि खेदम् आगच्छति विषिदति इति। हा, सः बहु चिन्ताकुलः अपि युधिष्ठिरः। तत्र तयोः मध्ये कः सम्बन्धः? चिन्ताकुलः युधिष्ठिरः इति विशेषभावः अपि एवं विषिदति। रथिका, महारथा, योधा, मृताः तत्र प्रान्त्यप्रत्ययः अस्ति अपि विशेषणविशेषभावे अत्र क्रियापदं सूचयति अपि। समीचीनं भगिनि, अस्तु। जाताः भग्न अवयवाः जाताः तत्र जाताः किम् अस्ति? जाताः विशेषण एव भग्न अवयवाः तस्य विशेषणम् अपि किन्तु क्रियापदं सूचयति जाताः। भग्न अवयवाः जाताः किन्तु सैनिकाः इति पदस्य विशेषणम् अस्ति। सैनिकाः भग्न अवयवाः अस्तु। भग्न अवयवाः जाताः सैनिकाः जाताः इति भवति खलु भगिनि? तत्र सैनिकाः जाताः भग्न अवयवाः जाताः तत्र भग्न अवयवाः इत्युक्ते कः? सैनिकाः एव तत्र द्वयमपि भग्न अवयवाः अपि जाताः पदद्वयमपि विशेषणम् अस्ति सैनिकाः पदस्य। अत्र सहस्रशः तत् थौसण्ड्स् आफ् इति तत्र प्रथम सोरि एकवचने एव भवति वा? सहस्रशः, तत्र सहस्रशः इति एकवचने एव इति मन्ये महोदय, द्रष्टव्यमस्ति किन्तु तत्र सङ्ख्याविषये कुत्रापि पठितवान् नियमः अस्ति एकवचने एव भवति इति. शतं अत्र शतं तदनन्तरं तदनन्तरम् एकवचने एव भवति इति. सत्यं सत्यं तादृशनियमः अस्ति. अस्तु सत्यं. अतः अहमपि चिन्तयामि सहस्रशः इति एकवचनरूपम् इति एव अस्ति. तत्र अत्र सहस्रशः इति सैनिकाः तस्य विशेषणं नास्ति. अव्ययः अस्ति वा महोदय सहस्रशः? प्रायशः न न न न अव्ययः अव्ययं नास्ति. किमर्थं चेत् सहस्रशः सैनिकाः सन्ति, किन्तु अहं सैनिकान् पश्यामि इति भवति चेत् अहं सहस्रशं सैनिकान् पश्यामि इति भवति. तत्र एकवचने अस्ति किन्तु विभक्तिः अस्ति. इति महोदय वयं करपत्रं भवान् दत्तवान्, तस्मात् अहं लिखितवती सङ्ख्ये वाचकानां शतसहस्राब्दि सङ्ख्या शब्दानां रूपाणि एकवचने भवन्ति. समीचीनं भगिनि. धन्यवादः धन्यवादः. अस्तु धन्यवादः भगिनि. धन्यवादः. कुत्र अस्ति एतत्? वदतु भगिनि. पूर्वम् अहम् एकं करपत्रं प्रेषितवान् भगिनि, सङ्ख्या इति सङ्ख्या डाट् पी डी एफ् इति. आं महोदय. तत्र लिखितमस्ति तस्मिन् करपत्रे. किं लिखितं महोदय, पुनरेकवारं स्मारयतु महोदय. सरलभगिनी वदतु. सङ्ख्ये वाचकानां शतसहस्रादि सङ्ख्या शब्दानां रूपाणि एकवचने भवन्ति. तस्य विभक्ति दत्तमस्ति शतं शतं शतेन शताय शतात् शतस्य शते इति. तत्र शत अनन्तरं सङ्ख्यानाम् एकवचनरूपम् एव भवति इति. अतः सैनिकाः सन्ति, सैनिकाः सन्ति तत्तु बहुवचने अस्ति, किन्तु सहस्रशः इति एकवचनरूपम् अस्ति. एकवचनं हा सत्यं, किन्तु तत्र शीर्ष पुरुषाः इति सहस्रशीर्षपुरुषः सहस्रशीर्षाः अति बहुवचन सहस्रशीर्षाः पुरुषाः. तत्र शीर्षाः इति बहुवचने अस्ति. अत्र सहस्र अथवा सहस्रशः इति तत्तु एकवचने एव अस्ति इति विषयः. सहस्रशीर्ष समासः अस्ति. अस्तु अस्तु इदानीं अग्रे गच्छामः. सप्तविभक्ति इति महोदय तत् षोडशः तादृशः एव किं सहस्रशः? थौसण्ड्स् आफ् इति. किन्तु तत्र न किञ्चित् भेदः अस्ति महोदय. तत्र षोडशः इत्युक्ते सिक्स्टीन्त् इति महोदय. किन्तु अत्र तु सङ्ख्या एव अस्ति. तत्र फस्ट् एकं द्वे त्रीणि यदस्ति तादृशः सहस्रशः अस्ति, किन्तु षोडशः इति प्रथमा द्वितीया तृतीया द्वितीयस्य विशेषणमस्ति. दिवसस्य षोडशः दिवसः. सत्यं सत्यं सत्यं सङ्ख्याविशेषणं. तत्र किं भवति, तत्र एकादशं द्वादशं त्रयोदशं चतुर्दशं पञ्चदशं षोडशं सप्तदशम् अष्टादशं नवदशम् इत्येतेषां नकारान्तशब्दानां रूपाणि पञ्चं शब्दवन् तवत् केवलं बहुवचने भवति. पञ्च आरम्भतः नवदशपर्यन्तम् एतत् अस्ति. नवदशपर्यन्तं बहुवचने भवति. किन्तु रघुपति महोदय षोडशः इति तत्र किञ्चित् तद् तत्र संख्या षोडश हा तत्र संख्या अस्ति हा तत्र संख्या अस्ति हा संख्या किम् अस्ति षोडश इति हा तद् एकम् अस्ति किन्तु एतद् भिन्नम् अस्ति एतत् 16 इति नास्ति 16th इति अस्ति हा एकं द्वे इति तत्र षोडश इति अस्ति न न एकं विशेषणं हा तत्र 16th इति तद् अग्रे आयाति गीतासोपने द्वितीयभागे एतत् कुर्मः इदानीं हा 16th इति कथं वयं वक्तुं शक्नुमः 16 इति जानीमः षोडश इति अस्ति हा त्री इति जानीमः तत्तु त्रीणि इति अस्ति किन्तु थर्ड् इति कथं वदामः प्रथमा द्वितीया तृतीया इति यद्रूपमस्ति खलु महोदय तादृश अस्ति एतत् षोडश इति अतः तत् एतत् संख्या हा एतत् संख्या नास्ति संख्या द्विविधम् अस्ति एकमस्ति एकं द्वे त्रीणि अन्यत् अस्ति प्रथमा द्वितीया तृतीया आङ्ग्लभाषायां वदन्ति ओर्डिनल्स् कार्डिनल् नम्बर्स् ओर्डिनल् नम्बर्स् कार्डिनल् नम्बर्स् इति तदस्ति अत्र अस्तु अग्रे भानु भगिनी पठति वा एकनिमिष भगिनी नरेश महोदय नमस्कारः वयं गीतासोपने स्मः पेज् 74 महोदय भवान् विलम्बेन किमर्थं भवान् विलम्बेन किमर्थम् आगतवान् अद्य गृहपाठे भवतः नाम एव आसीत् मम पुत्रः न न केवलं पृष्टवान् महोदय उत्तरं न आवश्यकं किन्तु गृहपाठे नरेशः इति एव आसीत् अतः एव पृष्टवान् तावदेव चिन्ता मास्तु महोदय अस्तु भानु भगिनी पठतु भगिनि सम्यक् वाक्यानि दत्तमस्ति भवता कृते पुनः भवान् एव वद पठतु महोदय नरेश महोदय अहो मम दौर्भाग्यम् अद्य युद्धस्य षोडशं दिनं होयः आचार्यद्रोणस्य ह्यः आचार्यद्रोणस्य दिवङ्गतिः परह्यः जयद्रथस्य प्राणहानिः प्रपरह्यः अभ्यासपुस्तके एतत् कृतवन्तः इति आम् महोदय प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं तत्पूर्वं भीष्मादीनां पतनं श्वः कस्य जयः कस्य पराजयः न जानामि परश्वः कस्य जीवनं कस्य मरणं न जानीमः प्रपरश्वः तदनन्तरं कस्य किं इति न ज्ञातं भवति सर्वस्य अस्य कारणं मम राज्याभिलाषः अहमेव सर्वविधस्य क्लेशस्य हेतुः अहं कथं जीवानि इति रोदि समीचीनं भगिनि अस्तु तत्र किम् अस्ति इति किञ्चित् अस्तु हरिमहोदय आं महोदय हा तत्र किञ्चित् पङ्क्तिशः एकम् वाक्यं पठित्वा किञ्चित् वदतु महोदय, यद् अवगच्छति. मम दौर्भाग्यम् इति युधिष्ठिरः वदति. दौर्भाग्यम् इत्युक्ते किं? दौर्भाग्यं बेड् लक्. अस्तु. अद्य युद्धस्य षोडशं दिनं. योधस्य षोडशं दिनं अद्य इत्युक्ते अद्य इत्युक्ते आम् इदानीम् एतत् दिनं टुडे टुडे युद्धस्य षोडशं दिनम् इत्युक्ते टुडे वार् वेण्ट् फार् 15 डेस् टुडे इस् द 16th डे टुडे इस् द 16th डे तत्र पूर्वं किम् आसीत् षोडशः दिवसः इदानीं षोडशं दिनं तत्र षोडशः इति षोडशः तद् किं भवति विशेषणं भवति तत्र दिवसः पुल्लिङ्गे आसीत् षोडशः अपि पुल्लिङ्गे अस्ति इदानीं किं भवति षोडशं किमर्थं कर्मपदं षोडशं दिनं न कर्मपदं नास्ति दिनम् इति नपुंसकलिङ्गपदम् अस्ति तस्य विशेषणम् अस्ति षोडशम् इति अतः तदपि तदेव रूपं भवति षोडशम् यदि लता अस्ति षोडशा लता इति भवति षोडशी लता इति भवति धन्यवादः महोदय तत्र विशेषणभावः विशेषणमस्ति अस्तु अग्रे अग्रिमवाक्यं ह्यः आचार्य द्रोणस्य दिवङ्गतिः ह्यः इति यस्टर्डे आचार्य द्रोणस्य दिवङ्गतिः दिवङ्गतिः इति स्वर्गं प्राप्ति इति वा हा सत्यं दिवं गतः तस्य मरणः मरण हा सः प्राणं त्यक्तवान् परह्यः जयद्रथस्य प्राणहानिः तदेव अर्थः प्राणहानिः अपि दिवङ्गतिः अपि तत्र दिवङ्गतिः तस्य दिवङ्गतिः अथवा तस्य प्राणहानिः समानार्थकं प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं तत्र अभिमन्योः इति पदस्य विभक्ति का पुत्रस्य अभिमन्योः अभिमन्यौ अभिमन्योः इति तद् अभिमन्यौ अभिमन्योः सप्तमी विभक्ति अभिमन्युः इति गुरुशब्दवत् अस्ति खलु न जानाति अस्तु अन्य कोऽपि वदति वा गुरुशब्दस्य षष्ठीविभक्ति अस्ति गुरोः अभिमन्युः अभिमन्योः तत्र अभिमन्योः इति षष्ठीविभक्ति यदि न जानाति तत्र एकं एकः उपायः अस्ति तत्र कथं जानीमः एतद् षष्ठीविभक्तिरूपम् अस्ति इति पूर्ववाक्यं दृष्ट्वा तदेकम् अस्ति अन्यदस्ति अन्यदस्ति विशेषणविशेषभावः अस्ति प्रियपुत्रस्य इति अस्ति प्रियपुत्रः अभिमन्युः प्रियपुत्रस्य अभिमन्योः इति पुत्रस्य षष्ठीविभक्ति अपि षष्ठीविभक्ति अस्ति पूर्वं तत्पूर्वं तत्पूर्वं भीष्मादि भीष्मादीनां पतनम् अभिमन्योः स्वर्ग स्वर्गगमनं पूर्वं भीष्म भीष्म आदि इति आदीनाम् इति षष्ठीविभक्ति बहुवचनरूपं भीष्मादीनां भीष्म भीष्म एक्सेट्रा तेषां पतनम् इत्युक्ते केवलं न केवलं आचार्यद्रोणस्य मरणं न जयद्रथस्य मरणं न वा अभिमन्योः मरणं किन्तु अनेकानां यो महारथानां मरणम् अभवत्। भीष्मस्य तु केवलं पतनम् इति अस्ति, किमर्थं तस्य मरणम् इदानीं न जातं खलु, अतः पतनम् इति पदम् अत्र तस्य उपयोगम् अस्ति। अस्तु अग्रे धन्यवादः महोदय, समीचीनमस्ति। अग्रे कः करोति? नरेश महोदय अग्रे वदति वा तत्र? श्वः कस्य जयः कस्य पराजयः न जानामि, श्वः कः जयति कः पराजयति, कस्य पराजय भवति कस्य जय भवति इति न जानीमः, क वक्तुं शक्नोति। अस्तु न जानामि, परश्वः कस्य जीवनं कस्य मरणं जानीमः, परश्वः अपि किं भवति, कः मृत्युं प्राप्नोति कः जीवति न जानामि। प्रपरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति, तदनन्तरं किं भवति कस्य किं भवति न जानामि, सर्वस्य अस्य कारणं मम राज्याभिलाषः। तत्र अभिलाषः इत्युक्ते किम्? अभिलाष इच्छा, इच्छा डिसायर्। कस्य कारणं कस्य सर्वस्य अस्य कारणम् इत्युक्ते कस्य कारणं मम राज्याभिलाषः, किन्तु कस्य कारणं कस् अस्य कारणम् इत्युक्ते किम्? अस्य न जानामि, अस्य कारणं मृत्युः पराजयः जयः अस्य कारणम्। अन्य कोऽपि वदति वा किञ्चित्? युधिष्ठिरः, युधिष्ठिरः वदति सर्वस्य अस्य कारणं मम राज्याभिलाषः इति, कस्य कारणं? मरणस्य कारणं, अनेकानां जनानां मरणस्य कारणं मम अभिलाषः एव इति सः चिन्तयति। यदि मम अभिलाषः भिन्नः आसीत् एतेषां मरणं न भवति इति तस्य चिन्तनम्। धन्यवादः, अस्तु भगिनि, नमस्कारः, धन्यवादः। एव सर्वविधस्य क्लेशस्य हेतु अहं सर्व क्लेशस्य कारणम् अस्मि, हेतुः इति कारणम् अथवा हेपन्ड् बिकास् आफ् मी इति, तादृशार्थः। अहं कारणम् अपि मम अहमेव कारणम् इति हा इदानीम् अहं कथं जीवामि अहं जीवनं किं करोमि हा जीवानि इति लकारः कः लकारः लोटलकारः हा समीचीनं लोटलकारः हा लोटलकारः अस्ति जीवानि अहं कथं जीवानि हौ केन् ऐ लिव् हौ केन् ऐ लिव् इति इति रोदति समीचीनं महोदय समीचीनं धन्यवादः विषयान्तरमस्ति अत्र ह्यः आचार्यद्रोणस्य जीवङ्गतिः अस्ति अस्ति दिवङ्गतिः दिवङ्गतं द्रोणः दिवङ्गतः दिवङ्गतम् अस्ति दिवङ्गति इत्युक्ते दिवङ्गतिः तस्य दिवङ्गतिः अभवत् इति एतत् पठनम् इति अस्ति पठनम् इति भाववाचक अस्ति ओके भाववाचक इति न तस्य क्रियावाचकः अस्ति क्रियावाचकः सः पुस्तकं पठति पुस्तकस्य पठनं करोति पुस्तकस्य पठनम् इति तादृश तत्र कर्मस्य दिवङ्गति अभवत् अभवत् इति समीचीनं वा महोदय अस्तु अग्रे गच्छामः तत्र गीताञ्जलि भगिनी अग्रे अभ्यासः पठति वा अस्तु महोदय पोषकात् कथान् चित्वा स्थानानि पूरयत् पूरयत् प्रपर ह्यः आसीत् परह्यः आसीत् ह्यः आसीत् अद्य अस्ति श्वः भविष्यति परश्वः भविष्यति प्रपरश्वः भविष्यति प्रथमं पश्यतु भगिनि तत्र अद्य मङ्गलवासरः अस्ति इदानीं ह्यः किम् अस्ति ह्यः सोमवासरः आसीत् समीचीनं अस्तु अग्रे पुनरेकं करोतु परह्यः रविवासरः आसीत् समीचीनं भगिनि अस्तु इदानीं बाणचैतन्य महोदय अग्रे महोदय ह्यः परह्यः श्वः करोमि किं महोदय न प्रपरह्यः न कृतम् प्रपरह्यः मङ्गलसोम प्रपरह्यः भानुवासरः न परह्यः रविवासरः आसीत् प्रपरह्यः आं महोदय प्रपरह्यः स्थिरवासरः शनिवासरः तदेव दत्तमस्ति खलु महोदय आसीत् इति महोदय अग्रे प्रपरह्यः स्थिरवासरः अथवा शनिवासरः आसीत् श्वः भौम्यवासरः अस्ति बुधवासरः भविष्यति मङ्गलवासरः अद्य मङ्गलवासरः अस्ति अतः श्वः बुधवासरः भविष्यति इति अस्ति अस्तु समीचीनं इदानीं भानुभगिनी अग्रे परश्वः गुरुवारः भविष्यति वासरः प्रपरश्व गुरुवासरः गुरुवासरः भविष्यति प्रपरश्वः शुक्रवारः भविष्यति वासरः शुक्रवासरः शुक्रवासरः भविष्यति इति अस्ति समीचीनं भगिनि अस्तु तत्र रघुपति महोदय अग्रे द्वितीयं त्यजामः किं कुर्मः हा तत्र तृतीय अभ्यासः यदस्ति तत् कुर्मः महोदय एकवारं तत्र एकवारं तत् वाक्यानि दत्तानि सन्ति इच्छैः पठत इति तत् एकवारं पठित्वा तत्र प्रथमं करोतु महोदय कोष्टकस्य सहायेन अष्टवाक्यानि रचयत कृष्णः तत्र पूर्वं यदस्ति तद् एकवारं पठतु महोदय कृपया तत्र उच्चैः पठत इति इदानीं ओके उच्चैः पठत पूर्वम् अहं बालः आसम् इदानीं युवकः अस्मि इदानीं कः समयः इदानीम् एकवादनम् अस्ति सैनिकाः प्रभाते शिबिरे आसन् इदानीं युद्धक्षेत्रे सन्ति सुरेशः पूर्वं केरले आसीत् इदानीं काश्मीरे अस्ति सरला प्रातः कार्यालयं गतवती सत्यमेव इदानीं नाट्यगृहं गच्छति पूर्वं हास्तिनापुरं हास्तिनापुरं धृतराष्ट्रः पालितवान् इदानीं युधिष्ठिरः पालयति पश्चात् पालयिष्यति अस्तु महोदय इदानीम् इति तस्य रूपं कीदृशम् इति तावदेव अस्तु इदानीम् अव्ययपदं महोदय इदानीं ओके कृष्णः कुन्ती इदानीं तत्र अष्टवाक्यम् अष्टवाक्यानि रचयत इति अस्ति महोदय तत्र कृष्णः इति उपयुज्य एकं वाक्यम् ओके कृष्णः इदानीं इदानीं सज्जा अस्ति अथवा पाञ्चजन्यं धमति कृष्णः इदानीं निद्रामग्नः अस्ति नास्ति इति अस्तु नास्मि निद्रामग्नः नास्मि इति अस्ति तत्र नास्ति नास्मि इति अहम् ओके कृष्णः नरेश् महोदय किम् उक्तवान् अहम् इदानीं निद्रामग्नः नास्मि हा किन्तु अस्तु ओके अहम् अस्ति अत्र ओके पाञ्चजन्यं धमति कृष्णः पाञ्चजन्यं धमति कुन्ती पूजां इदानीं पूजां करोति धन्यवादः अस्तु भानुचेतिनि महोदय वदतु महोदय अत्र कुन्ती महोदय कुन्ती रघुपति महोदय उक्तवान् सेना योद्धारः तत् करोतु महोदय सेना इदानीं सज्जा अस्ति सेना इदानीं सज्जारः योद्धा योद्धारः इदानीं धीराः भवन्तु योद्धारः इदानीं धीराः भवन्तु समीचीनं महोदय अत्र सेना एकवचनम् अस्ति स्त्रीलिङ्गं सत्यं स्त्रीलिङ्गपदम् अस्ति अस्तु अग्रे कः हरि महोदय अग्रे करोति वा अहं वयम् इति अहम् इदानीं निद्रामग्नः नास्मि वयम् इदानीं वयम् अहम् आवां वयं बहुवचने इदानीं वाक्यं पूर्णवाक्यं वयं इदानीं भवतः सहायकाः स्मः. हा समीचीनम्, अस्तु. हा अग्रे नरेश महोदय अग्रे करोति वा? आम् महोदय. त्वम् इदानीं तं स्मरसि. यूयम् इदानीं जयं वदत. समीचीनं महोदय, अस्तु. अष्टवाक्यानि अष्टवाक्यानि महोदय. एक सन्देहः, योद्धारः इति योद्धारः एकवचनम् अस्ति महोदय. योद्धारः योद्धा योद्धारो योद्धारः अति अथवा योद्धार एकवचनं बहुवचनः बहुवचन इति चिन्तयामि महोदय. किमर्थम्? ओके ओके. न न वयं सेना. ओके सेना इति सेना इति आकार योद्धा योद्धारो योद्धारः. हा तत् ऋकारान्तपदम् अस्ति खलु महोदय. तत्र किञ्चित् हा क्लेशः अस्ति, किन्तु वयं दृष्टवन्तः. एकनिमिषं वदामि तत्र कुत्र अस्ति. तत् एकवारं तत्र पश्यामः. तत् योद्धा इति कुत्र अस्ति? हा योद्धा योद्धा. हा वयं कुत्र? त्रयोदशपुटे अस्ति. हा अस्तु अस्तु, समीचीनं महोदय, धन्यवादः. हा तत्र एव. तत्र हा एकादशपुटं पश्यन्तु महोदय. योद्धारः योद्धारः इति बहुवचने अस्ति. अस्तु अस्तु, इदानीम् अग्रे गच्छामः. चतुर्थ अभ्यासः इति अस्तु. तत्र अस्तु, भानुभगिनी पठति वा तत्र? आम् महोदय. पुटसङ्ख्या 76. हा सत्यं सत्यं भगिनि. हा चतुर्थ अभ्यासं चतुर्थ. यदोदाहरणं वाक्यानि रचयत. उदाहरणं, पूर्वं दुर्योधनः हस्तिनापुरं कुरुक्षेत्रं. पूर्वः दुर्योधनः हस्तिनापुरे पूर्वं दुर्योधनः हस्तिनपुरे आसीत्. इदानीं कुरुक्षेत्रे अस्ति. अभिमन्युः किं करणीयम् अत्र? पूर्वम् अभिमन्युः बालः अस्ति. बालः आसीत्. इदानीं युवकः अस्ति. इदानीम् अभिमन्युः युवकः अस्ति. अस्ति समीचीनं भगिनि. अस्तु करोतु भगिनि. अस्तु युद्धारम्भे अर्जुनः खिन्नः आसीत्. इदानीम् अर्जुनः सन्तुष्टः अस्ति. अस्ति सन्तुष्टः अस्ति समीचीनं भगिनि. अस्तु रघुपति महोदय. हा महोदय. ऋषिकेशः ऋषिकेशः उत्तरप्रदेशः उत्तरखण्डः. ऋषिकेशः पूर्वम् उत्तरप्रदेशे आसीत्. ऋषिकेशः इदानीम् उत्तरखण्डे अस्ति. इतःपूर्वं द्वापरयुगं आसीत. इदानीं कलियुगम् अस्ति. कलियुगम् अस्ति. कलियुगम् अस्ति. समीचीनं महोदय. अस्तु गीताञ्जलि भगिनी अग्रे. पूर्वं भगिनि भगिनि एकनिमिषः. प्रथमवाक्यं वदतु पुनः. भीष्मः पूर्वं युद्धक्षेत्रे आसीत्, इदानीं भीष्मः शरशय्यां अस्ति। हा स तत्र लता इति अस्ति चेत् तस्य सप्तमी विभक्तिरूपं किं लता इति? हा लता तदनन्तरं याम् इति खलु आकारान्तपदम् अस्ति, लता पदस्य अनन्तरं याम् इति भवति। तत्र किं पदं किम् अस्ति अत्र? हा समीचीनं भगिनि। इदानीं वाक्यं समीचीनं भगिनि, अग्रे पूर्वं पाण्डवाः वने आसीत्, पाण्डवाः इन्द्रप्रस्थे अस्ति अस्ति न पाण्डवाः हा सन्ति सन्ति। समीचीनं भगिनि, अस्तु धन्यवादः। हा अस्तु अग्रे नरेश महोदय वदति वा? आं महोदय। कर्णः सामान्यः इन्द्रराजः, पूर्वं कर्णः सामान्यः आसीत्, इदानीम् अङ्गराजः आसीत् अस्ति अस्ति। समीचीनं। हा युयुत्सुः कौरवपक्षीयः पाण्डवपक्षीयः, पूर्वं युधिष्ठिरः कौरवपक्षीयः आसीत्, इदानीं पाण्डवपक्षीयः अस्ति। हा अस्तु इदानीं अस्तु भवन्तः सर्वे एतादृशानि वाक्यानि वदन्तु। प्रथमवाक्यं पूर्वं किमपि आसीत् तदनन्तरं किमपि अस्ति इति। हा तत्र स्थले वा अथवा क्षेत्रे वा अथवा एषः पूर्वं बालः आसीत् इदानीं युवकः इति तादृशवाक्यद्वयम्। अस्तु प्रथमं हरिमहोदय। आं महोदय। आं महोदय। हा वदतु किमपि वाक्यद्वयं, पूर्वम् इति प्रथमवाक्यम्, इदानीम् इति आरभ्य द्वितीयवाक्यम्। स्वयं कृतवान्। सरलवाक्यम्। पूर्वम् अहं भारतदेशे तादृश पूर्वम् अहं संस्कृतं न जानामि, इदानीम् अहं संस्कृतं किञ्चित् जानामि। समीचीनं महोदय, अस्तु धन्यवादः। अग्रे बानचितनी महोदय। पूर्वम् अहं शयनं करोमि, इदानीम् अहं सुरम्याम् उद्यानवने चरामि। अस्तु महोदय, अस्तु अग्रे रघुपति महोदय। पूर्वम् अहं बालकः आसम्, इदानीं वृद्धः अस्मि। अस्तु महोदय। गीताञ्जलि भगिनि। अस्तु भानु भगिनि। पूर्वम् अहं भारतदेशे वसामि, इदानीं अमेरिकादेशे वसामि। महोदय, पूर्वं यदा पूर्वं भवति, पूर्वं पदस्य उपयोगः भवति तदा बहु भूतकाले एव भवति। सत्यं महोदय, किन्तु एतत् एव विषयः अग्रे आयाति इति कृत्वा अहम् इदानीं वर्तमानकालरूपं यदि अस्ति चेत् अपि भवतु इति किमपि न उक्तवान्, किन्तु अग्रिमविषयः एतदेव अस्ति भूतकालरूपम् इति. अग्रिमपुटं पश्यतु, तत्र भूतकालरूपम् इति तदेव अस्ति, किन्तु न कृतवन्तः खलु, अतः इदानीं वर्तमानकालमपि समीचीनम् इति चिन्तयामः. अस्तु महोदय. गीताञ्जलि भगिनी वदति वा? माता अस्मि. अस्मि. अस्तु, इदानीं किञ्चित् समयः अस्ति, किन्तु एतत् वयं कर्तुं शक्नुमः. अस्तु, अग्रिमपुटे यदस्ति इदानीं विषयः अस्ति भूतकालरूपम् इति विषयः, तदेव विषयः अस्ति भूतकालरूपं कीदृशं भवति इति. अस्तु, तत्र कः पठति? बानचेतनी महोदय पठति वा तत्र अग्रिमपुटे? अवश्यं महोदय. किम कुर्वत सञ्जय? उच्चैः पठत जानेत. भूतकालः अस् धातु. एषः अर्जुनः अस्ति. अज्ञातवासे एषः बृहन्नला आसीत्. एषा द्रौपदी अस्ति. अज्ञातवासे एषा कैरन्ध्री आसीत्. युधिष्ठिरः. अज्ञातवासे एषः काङ्कः आसीत्. भीमः. अज्ञातवासे एषः वल्लवः आसीत्. नकुलः. अज्ञातवासे एषः ग्रन्थिकः आसीत्. सहदेवः. अज्ञातवासे एषः सन्तिपालः आसीत्. तत्र सर्वं सर्वे अवगच्छन्ति वा? अस्ति, इदानीम् अस्ति, किन्तु अज्ञातवासे पूर्वम् आसीत्. आसीत् इति, आसीत् इति भूतकालरूपम् अस्ति. अस्ति इति पदस्य तत्र अज्ञातवासे इति एतत् किम् अस्ति? अर्जुनः, युधिष्ठिरः, भीमः, नकुलः, सहदेवः, द्रौपदी, ते किं कृतवन्तः? अस्तु महोदय, तथा अहं जानामि. पदं केवलं पदम्. अज्ञातवासे इति सप्तमी विभक्ति अस्ति भगिनि. अज्ञातवासः इति प्रायः अस्ति. अज्ञातवासे इति सप्तमी विभक्ति अस्ति. अज्ञातः वासः, अज्ञातवासः इति कर्मधारः. अज्ञातः वासः इति इदानीं सप्तमीविभक्तिरूपम् अस्ति भगिनि. तत्र एतदेव वयं पूर्वस्मिन् पुटे अपि दृष्टवन्तः खलु. युद्धारम्भे अर्जुनः खिन्नः आसीत् इति. कदा? युद्धारम्भे. अत्रापि कदा? कदा अर्जुनः बृहन्नला आसीत्? अज्ञातवासे अर्जुनः बृहन्नला आसीत्. कदा इति पदस्य कदा इति प्रश्नः भवति, उत्तरं भवति अज्ञातवासे इति. कदापि, कुत्र अपि सप्तमी भक्ति एव महोदय. किन्तु कुत्र इति देशस्य प्रश्नः भवति महोदय. किन्तु कदा इति समयस्य प्रश्नः खलु. अस्तु महोदय. कदा अथवा कुत्र प्रश्नः भवति चेत् प्रश्नद्वयं, उत्तरं सप्तमी भक्ति एव अस्ति, रूपमेव अस्ति. परन्तु महोदय, कुत्र द्वितीयभक्तिः कुत्र गच्छति? अहं गृहं गच्छामि. सत्यं. किन्तु तत्र समीचीनप्रश्नः तत्र अस्ति, किं गच्छति इति. कर्मपदम् इति भवति इति कृत्वा. अस्तु अस्तु तत्र आसीत् इति किमस्ति अस्थिपदस्य भूतकालरूपं तत्र धातुः अस्ति अस् धातुः तस्य भूतकालरूपं रूपाणि कानि इति तत्र दत्तानि अस्तु तत्र नरेश महोदय पठति वा तत्र कोष्टकं यदस्ति अस् धातुः रूपाणि वर्तमानकाले प्रथम पुरुषः अस्ति सः सन्ति मध्यमपुरुषः अस्थः उत्तमपुरुषः अस्ति किञ्चित् उच्चैः वदतु महोदय नरेश महोदय किञ्चित् उच्चैः वदतु वर्तमानकाले प्रथम ऋषः अस्ति सः सन्ति मध्यमपुरुषः अस्ति स्थः उत्तमपुरुषः अस्ति इदानीं भूतकाले भूतकाले प्रथमपुरुषः आसीत् आसाम् आसन् मध्यमपुरुषः आसीः आसम् आस उत्तमपुरुषः आसम् आस्व आस्व इति भवति अस्तु समीचीनं महोदय हा समीचीनं धन्यवादः हा तत्र अस्ति स्तः सन्ति असि स्तः स्त अस्मि स्वः स्मः तत्र आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आसम् आस्व आस्म इति अस्ति हा तत्र अस्तु किञ्चित् अभ्यासः एकनिमेषः एव अस्ति किञ्चित् अभ्यासं कर्तुं शक्नुमः हरिमहोदय तत्र सः आसीत् तदनन्तरं किं भवति आस्ताम् इति तस्य पूर्वं किं भवति समीचीनम् इदानीं त्वं आसीः युवाम् आस्तं यूयम् आस्त अहम् आसम् आवाम् आस्व वयम् आस्म हा समीचीनं महोदय धन्यवादः भानुभगिनी सा आसीत् इति सा आसीत् इति करोतु तद् सा आसीत् सा आसीत् सा द्विवचने सा इति पदस्य द्विवचनरूपं सा ते ताः सा आसीत् ते आस्ताम् ताः आसन् इति अस्ति समीचीनं भगिनि अस्तु रघुपति महोदय एषः एषः वाक्पटुः आसीत् एतौ वाक्पटौ आस्ताम् एते वाक्पटव आसन् इति अस्ति समीचीनं महोदय अस्तु हा अस्तु भानुचैतन्यमहोदय तत्र हा तत् तत् आसीत् इति तत् वाक्पटुः आसीत् न न केवलं तत् आसीत् इति केवलं तत् आसीत् तत् इति किम् अस्ति तत् आसीत् ते आस्तां तानि आसन् हा तावदेव महोदय अस्तु नरेश महोदय एतत् इति एतत् आसीत् इति अस्ति अस्तु समयः जातः किन्तु अग्रे वयं अग्रिमवर्गे भूतकालरूपं तदेव भवति अस्माकं विषयः अस्तु समयः जातः विरमाम प्रश्नः अस्ति वा अस्तु महोदय एकः प्रश्नः अस्ति अस्तु पृच्छतु भगिनि सहस्रशः इति पदं सहस्राः इति पदं भिन्न भेदः अग्रे वदामि भगिनि किन्तु सहस्रशः इति सहस्रः इति तादृश सहस्राः अग्रे वदामि भगिनि धन्यवादः सर्वेषां नमस्कारः धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः नमस्कारः